नमस्सर्वेभ्यः अस्माकं गीतासोपानस्य अपि च विभक्तिवल्लर्याः वर्गं प्रति स्वागतम्। षष्ठीविभक्तेः पठनं वयं सम्यक् रीत्या पठितवन्तः अपि च कृतवन्तः इति वदनीयं। षष्ठीविभक्तेः पठनं कृतवन्तः सम्यक् रीत्या, अपि च गते वर्गे एतेषाम् अव्ययानां पदानां परिचयं प्राप्तवन्तः अपि, नाम पुरतः, पृष्ठतः, उपरि, अधः, अन्तः, वामतः, दक्षिणतः। अद्य एकं मुख्यं विषयं पठेम। अहं पुनः पुनः भवन्तम् एतं पदं कीदृशम् इति पृच्छामि। अद्य तस्य विषयस्य विस्तरेण पठनं करवाम। आदौ यथा प्रकारः ध्येयमन्त्रः, अहं प्रस्तुतिः अत्र स्थापयिष्यामि। कविता भगिनी पठतु, दृश्यते किम्? आं भगिनि, पठतु। ध्येयमन्त्रः। अष्टा अष्टौ गुणा पुरुषं दीपयन्तीं, प्रज्ञा च कौल्यं च दम श्रुतं च पराक्रमश्च अबहुभाषिता च दानं यथाशक्ति कृतज्ञता च। अदृष्ट्वा एव अर्थं वदतु आङ्ग्लभाषायां। Eight qualities of men are talked about. Kauliyam, kauliyam, men of high plan, dama control, pragya knowledge, parakram, then parakram is valor, then abahubhashita means the person who speaks less. दानं यथाशक्ति दानं, एस् पासिबल् टु गिव् दानं, कृतज्ञता अपि च उत्तमं। धन्यवादः भगिनि। अद्य तत्र त्रित्रिंशत् पुटे अवधेयम् इति लिखितमस्ति, ततः आरम्भं करणीयम्। पेज् नम्बर् 33, त्रित्रिंशत्। विशालाक्षी भगिनी आरम्भं करोतु, पठतु। अवधेयं, सावधानं पठत, अवगच्छत च। सावधानम् इत्युक्ते स अवधानं, वित् अटेन्शन्। अवगच्छत कीदृशं पदं? मीन्स् यु विल् यु हेव् टु अण्डर्स्टाण्ड्। लकारः कः? लोट् लकार। गम् अण्डर्स्टाण्ड् इट्। अस्तु, पठतु। वयम् आचार्यः, शूरः, घोषः, कविः, गुरुः, पिता इत्येतादृशान् पुल्लिङ्गशब्दान् कृपा, सेना, चिन्ता, मतिः, नारी, माता, नारी, देन् माता इत्येतादृशान् स्त्रीलिङ्गशब्दान् बलं, वचनं, वाक्यं, वारी इत्येतादृशान् नपुंसकलिङ्गं शब्दान् च ज्ञातवन्तः। अस्मिन् पाठे तेषां शब्दानां वर्णक्रमाणां परिचयं प्राप्नुमः। आचार्यः इति शब्दस्य वर्णक्रमः एवम् अस्ति: आ प्लस् च प्लस् आ प्लस् र प्लस् य प्लस् अ। अत्र बहिनी च च इति पूर्णतया न वदामः, पूर्णतया न वदामः, च आ योगः, च योगः, आ योगः, र यो र र अ अ इति न श्रोतव्यम्. ओके, च लैक् देट्. हा, च तत्र हलन्तम् अस्ति, तदर्थम् अत्र अ न नास्ति. अहं किञ्चित् वक्तुम् इच्छामि. क्रियापदानां मूलं धातुः, द रूट् आफ् क्रियापदम् इस् अ धातुः. ओके, देट्स् वै यु हेव् पट्, यु हेव् चप्, यु हेव् युद्ध, युज्, लिख्, आल् दीस् धातूस्. ततः वयं क्रियापदानां निर्माणं कुर्मः. तद्वत् देट् वे ओन्ली. नामपदानां मूलं प्रातिपदिकम् इति अस्ति. अत्र मीन्त्र हा मीन्स् अद्य प्रातिपदिकं किम् इति पठामः. टुडे यु विल् नो वाट् इस् प्रातिपदिकम्. इदानीं पठितवती किल विशाल भगिनी, तर्हि अर्थं वदतु. वयम् आचार्यः, दोस् आचार्यस्. नैव नैव नैव नैव कवि कविता भगिनी साहाय्यम् एकनिमिष, कविता भगिनी साहाय्यं करोतु कृपया. नैव नैव अहं वदामि. विजयकुमार महोदय साहाय्यं करोतु. विजयकुमार महोदय किं ज्ञातवान्? वि आल्. अस्तु, अहं वदामि, अहं वदामि. वयम् आचार्यः, शूरः, घोषः, कविः, गुरुः, पिता इत्येतादृशान् पुंलिङ्गशब्दान् कृपा, सेना, चिन्ता, माता इत्येतादृशान् स्त्रीलिङ्गशब्दान् बलं, वचनम् इत्यादयः इत्येतादृशान् नपुंसकलिङ्गशब्दान् च ज्ञातवन्तः. वी हेव् अण्डर्स्टुड् वाट् शूरः, घोषः, कविः, गुरुः, पिता, आल् दीस् पुंलिङ्ग, आफ् आल् दीस् पुंलिङ्गशब्दानां वी हेव् अण्डर्स्टुड् दट् दीस् आर् पुंलिङ्गशब्द एण्ड् देर् फार्म्स् षष्टिविभक्तिः विसौ. अपि च स्त्रीलिङ्गशब्दाः के? सेना, चिन्ता, कृपा, नारी, माता. अपि च नपुंसकलिङ्गशब्दाः के? बलं, वचनं, वाक्यं, वारी इति. अस्मिन् पाठे तेषां शब्दानां वर्णक्रमाणां परिचयं प्राप्नुमः. वर्णक्रमाणां, फार् एक्साम्पल्, विच् आर् द आल्फबेट्स्? तत्र शूरः इति पदे तत्र वर्णः, वर्णाः के इति. विच् आर् द आल्फबेट्स् विच् फार्म् दिस् वर्ड्? ओके, तत्र वर्णाः के? वर्णः ओवर् देर् इस् आल्फबेट्स्, ओके, नाट् कलर्. घोषः, विच् आर् द आल्फबेट्स् विच् आर् देर् इन् देट्? अद्य देट् इस् वै. आचार्यः, तत्र आ योगः च हलन्तेन सह योगः आ योगः य हलन्तेन सह योगः अ योगः विस्तर्गः. तर्हि तस्य शब्दस्य भागाः के इति द्रष्टव्यम् अद्य. इदानीम् अवगतं किं विशालाक्षी भगिनी? वाट् मीन्स् भागाः के? भागाः के मीन्स् विच् आर् द पार्ट्स् आफ् द वर्ड्. विच् आर् द पार्ट्स् आफ् द वर्ड्? हौ इस् द वर्ड् फार्म्ड् एस् फार् एस् द आल्फबेट्स् आर् कन्सर्न्ड्? ओके, ओके. सो वेन् यु से गुरु, गुरु देर् वाट् आल् आर् देर्? गकारः इस् दे, रेफः इस् दे, उकारः इस् दे. सो ग ग इस् गकारः, उ इस् उकारः, it's a vowel. Varah asti. Ra, repah. Punah ekavaram ukarah asti. Tari ante kim asti? अन्ते विसर्गः निष्कासनं विसर्गस्य निष्कासनं कुर्मः चेत् गुरु इति अस्ति, उकारः एव अस्ति अन्ते. अवगतं? गुरुः. विजयकुमार महोदय, अवगतं किम् अस्य परिच्छेदस्य अर्थः? कविता भगिनी, भगिनी किञ्चित् उच्चैः वदतु. कविता भगिनी, भवत्याः ध्वनिः न श्रूयते. हा, इदानीम् अग्रे पठतु. अग्रे, हा, इदानीं श्रूयते, पठतु. शुड् आई रीड? आम्. गुरुः, गुरु अन्येषाम्, अन्येषाम् अपि शब्दा, अन्येषामपि शब्दानां न श्रूयते भगिनि. हा, इदानीं श्रूयते भगिनि, पठतु. अन्येषाम् अपि शब्दानां वर्णक्रमं पश्यत गुरुः. एकनिमिष भगिनि, तत्र अन्येषाम् इति पदस्य विभक्तिः का? आम्, द्वितीया द्वितीया अस्ति किम्? अन्येषाम्, एतेषाम्, षष्ठी विभक्ति. अन्येषां शब्दानां, इति पदस्य किं विभक्तिः का? शब्दानां बहुवचनं, षष्ठीविभक्ति. षष्ठीविभक्तिः. वर्णक्रमं, that is dvitiya vibhakti. आम् आम्, उत्तमम्. पश्यत लकारः किम्? लकारः कः? लोट्लकारः. पश्यत दृश्, हा, दृश् धातोः लोट्लकारः रूपम् अस्ति. अस्तु, इदानीम् अग्रे पठतु. गुरुः गकार योग उकार योग रेफ योग उकार योग हर्स विसर्गः. अग्रे पठतु. पिता पकार योग इकार योग तकार योग आकार. उत्तमम्. अग्रे, सेना सकार योग एकार योग नकार योग आकार. वयम् वकार प्लस अकार, सॉरी, योग आकार योग यकार योग अकार योग मकार. मकारः इति वक्तुं शक्नुमः. वचनं वकार योग अकार चकार योग अकार योग नकार योग अकार योग मकार. शरीराणि शकार योग अकार योग रेफ योग ईकार योग रेफ योग आकार योग णकार योग ईकार. अग्रे पठतु. आचार्यः इति प्रथमा विभक्तेः एकवचनरूपं. शब्दस्य मूलं तु आचार्य इति प्रातिपदिकम्. एवमेव गुरुः इति प्रथमविभक्तेः एकवचनरूपं. शब्दस्य मूलं तु गुरु इति प्रातिपदिकम्. नावगतं किम्? आचार्यस्य इति प्रथमविभक्ति एकरूपम्. आचार्यः तत्र विसर्गः अस्ति. यत्र विसर्गः अस्ति तत्र प्रथमाविभक्तेः रूपम् अस्ति. प्रथमाविभक्तेः रूपम् अस्ति. आचार्यः इति वदामि चेत् तत्र प्रथमाविभक्तिः इति ज्ञातुं शक्नुमः. आचार्य आचार्य विसर्गं विहाय अहं वदामि चेत् तर्हि तत्र प्रातिपदिकम् अस्ति. तत्र प्रातिपदिकं किम् इत्युक्ते इदानीम् अहम् उक्तवती क्रियापदानां मूलं धातुः, न केवलं क्रियापदानां रूपं, तत्र सर्वेषां शब्दानां रूपं तु धातोतः एव भवति संस्कृते. All the words have a root, okay? But the verbs, you call them dhatu, and you, that root is what gives us all the lakaras, all the kriyapadani. Astu, tadvat, like that only, nama padana moolam pratipadikam asti. So, when you have a word like Ramaha, Ramasya, Ramaya, or Ramayaha, these all come from a root, and when they are nouns, we call that root as Pratipadikam. Lakarasya Moolam Kim Dhatuhu, Pat, Likh, Yudh, Yujh, Tatha. Apichat Atra Nama Padanam, that means of nouns. In Sanskritam, there are only Kriyapadam and Nama Padani. Nama Padanam Moolam Kim Asti? Pratipadikam. Tarhi Ramaha Yada Vadami, Tada Pratipadikam Kim, Kavita Bhagini Vadatu, Ramaha Iti Shabdasya Pratipadikam Kim? Rama. Visargaha Nashyate Tatra. Rama Iti Shabdasya Pratipadikam Kim? Rama Eva. Krishnaha, Eka Nimisha, Vijay Kumar Mahodaya Vadatu, Krishnaha Iti Shabdasya Pratipadikam Kim? Krishna. Visargaha Nashruyate. Vishalakshi Bhagini Vadatu, Duryodhanaha Iti Shabdasya Pratipadikam Kim? Duryodhanaha. तत्र यदा अहं विसर्गस्य तत्र स्थापनं करोमि तदा किं ज्ञातुं शक्नुमः? वाट् डु यु अण्डर्स्टाण्ड् वेन् ऐ से दुर्योधनः एण्ड् दुर्योधन, वाट् इस् द डिफ़रेन्स्? दिस् दुर्योधन इस् प्रातिपदिकम् एण्ड् दुर्योधनः इस् प्रथमाविभक्तिः. प्रथमाविभक्तिः, यस्, प्रथमाविभक्ति. विजयकुमार् महोदय वदतु, कृष्णः प्रातिपदिकमस्ति किम्? प्रथमाविभक्तिः एकवचनं. तर्हि तत्र धातुं प्रत्ययम् अपि च प्रत्ययान्तं विहाय अन्येषां सार्थकशब्दानां प्रातिपदिकं संज्ञा भवति. द डेफिनिशन् इस् वेर् देर् इस् नो प्रत्यय. सो वेन् यु पुट् कृष्ण प्रातिपदिकम् अस्ति. तत्र वयं सुप् अन्तं प्रत्ययानां योजनं कुर्मः तदा विभक्तिः भविष्यति. When you take the Pratipadikam, Krishna, all these vibhaktis are added. Krishnaha, first part, there is a rule. Vyakaranasya, niyamaha santi. Tatra, yada yojayamaha pratyayaha, tada vibhaktihi rupam prapnumaha. So you take Krishna as the Pratipadikam. Then you put Krishna plus prathama vibhakti rule. It becomes Krishnaha, ekavachanam. यु टेक् कृष्ण यु एड् द्विवचनम् अपि च तत्र प्रत्ययः प्रत्ययः इस् सफिक्स् यु एड् इट् देन् इट् बिकम्स् कृष्णौ तथा एव यदा कृष्ण स्वीकृत्य तत्र प्रत्ययः बहुवचनस्य अपि च प्रथमाविभक्तेः प्रत्ययः व्याकरणस्य नियमेन यदा स्थापयामः तत्र तदा कृष्णाः भवन्ति क्षम्यतां भविष्यति सो दिस् इस् हौ यु गेट् आल् द विभक्तीस् यु गेट् कृष्ण देन् यु एड् आल् द विभक्तीस् एण्ड् यु गेट् आल् द नैन् विभक्तीस् ओवर् देर् नाट् नैन् सोरि 21 7 threes are 21 अपि च किं परन्तु तत्र अर्थवत् भवनीय फार् एक्साम्पल् इफ् ऐ टेल् क्रिश् इट् इट् डजन् हेव् एनी मीनिङ्ग् इट् इस् अ धातु एक्चुलि सो वेन् ऐ से कृष्ण इट् हेज़् अ मीनिङ्ग् वेन् ऐ से राम इट् हेज़् अ मीनिङ्ग् अर्थवत् भवनीयं सो देट् नामपदा शुड् हेव् अ अर्थ सो इफ् यु लुक् एट् एनी आफ् दोस् फार् एक्साम्पल् पितृ पितृ इट् हेज़् अ मीनिङ्ग् ओवर् देर् अर्थवद् अस्ति अपि च किं राम इति शब्दस्य प्रातिपदिकम् अस्ति राम तत्तु वयं पठितवन्तः पदानां बीजं भवति प्रातिपदिकं दिस् इस् वन् मोर् डेफिनेशन् पदानां बीजं भवति प्रातिपदिकम् एकः वर्णः अपि अर्थपूर्णः सन् शब्दः भवितुम् अर्हति यथा अ अ किं भवतां ज्ञानस्य कृते अ इति विष्णुपर्यायः शब्दः अस्ति श्रुतवती किं कविता भगिनी श्रुतवती किम् अ विष्णुः इति पर्यायशब्दः अस्ति विजयकुमार महोदय श्रुतं किम् विशालाक्षी भगिनी अ ऐ केन् हियर् बट् ऐ हेव् नाट् अण्डर्स्टुड् बिकास् यु आर् टाकिङ्ग् इन् संस्कृत ज्ञातव्यम् इदानीं तु वयं संस्कृते एव वदामः अ दिस् आल्फबेट् अ actually means Vishnu. How is the grammar rule? And that we'll have to separately understand. Okay? So, atra mukhyah vishayah tu asti yat padanam bijam pratipadikam asti apicha tatra kriya padanam bijam tu dhatuhu asti. Idanim, agre Vijay Kumar Mahoday pathatu. महोदय किञ्चित् उच्चैः पठतु अग्रे लिखितानां शब्दानां प्रातिपदिकं प्रथमाविभक्तेः एकवचनरूपं च सावधानतया परिशीलयत एकनिमिष अर्थं वदतु अर्थं बिलो रिटर्न् अवर्ड्स् these are pratipadikam prathama vibhakti and ekavachana rupam cha be carefully savadhanataya parishila carefully examined parishila uttamam uttamam mahoday tatra shashti vibhaktehe shabdaah santi kim लिखितानां शब्दः उत्तमम् उत्तमम् प्रथमाविभक्तेः प्रथमाविभक्तेः दिस् आल्सो षष्टि आम् एकवचनं रूपं विभक्तिः इति स्त्रीलिङ्गशब्दस्य अस्तु पठतु प्रातिपदिकं प्रथमाविभक्ते एकवचनरूपं प्रथमाविभक्तेः इदानीं विसर्गस्य महत्त्वं ज्ञातवान् किल विसर्गस्य महत्त्वं विसर्गः अस्ति चेत् तत्र अर्थः भिन्नः अस्ति विसर्गः नास्ति चेत् अर्थः भिन्नः अस्ति ओके प्रथमाविभक्तेः एकवचनरूपं पुरुषः पृथु पिता पितृ पितृ पिता हरि हरिः प्रति प्रतीः प्रीति माया ओ प्रीति प्रीतिः माया माया राज्य राज्यं बल बलम् पठतु प्रातिपदिकस्य अन्ते यः वर्णम् वर्णः अस्ति शब्दः तदन्तः भवति यथा केशव ककारस्य योगः ककारयोगः ककारयोगः एकारयोगः षकारयोगः अकारयोगः वकारयोगः अकार अन्तिमवर्णः अह अस्ति अतः केशवशब्दः अह कारान्तः वाट् इस् ऐम् टेलिङ्ग् सो अत्र प्रातिपदिकस्य अन्ते प्रातिपदिकस्य इति रूप इति शब्दस्य महोदय विभक्तिः वदतु विभक्तिं वदतु इति वदनीयम् षष्टिविभक्ति सो प्रातिपदिकस्य अन्ते आफ् द प्रातिपदिकं द एण्ड् यः वर्णः अस्ति द आल्फबेट् विच् इस् दे शब्दः तदन्तः भवति फार् एक्साम्पल् राम प्रातिपदिकस्य अन्ते किम् अस्ति अ अस्ति तर्हि अकारान्त अकार आन्त अकार अन्त अकारान्त अन्त अन्त इस् एण्डिङ्ग् सो अकार अन्त मीन्स् देट् वर्ड् विच् इस् एण्डिङ्ग् वित् अकारः ऋकार अन्तः मीन्स् देट् वर्ड् विच् इस् एण्डिङ्ग् वित् ऋकारः पितृ तत्र ऋकारः अन्ते अस्ति तदर्थं शब्द ऋकारान्तः शब्दः यथा केशव केशव केशव इति शब्दस्य अन्ते किम् अस्ति अकारः अस्ति तदर्थं शब्दः अकारान्तः शब्दः इति वदामः सो द लास्ट् आल्फबेट् आफ् द वर्ड् डिसैड्स् वाट् कैण्ड् आफ् अ वर्ड् इट् इस् वाट् इस् द एड्वाण्टेज् आफ् नोयिङ्ग् आल् दिस् द एड्वाण्टेज् इस् इफ् यु नो राम अकारान्त पुंलिङ्ग् शब्दः यु विल् नो आल् द अकारान्त पुंलिङ्ग् शब्द विभक्तिः So, Rama, Krishna, Udaya, all of those will be the same. Once you know Rama, you will know all of them. That is the reason. Pratipadikasya jnanam avashyakam. Idani, Mahude, Purusha iti shabdah asti tatra. Tasya shabdasya varna kramam vadatu. Purusha. Purusha na pratipadikasya. Purusha. उच्चैः वदतु पकारान्त योगः रकार नैव र किमर्थं नैव नैव नैव नैव एकः निमिषः उकारान्तः उत्तमम् उच्चैः वदतु महोदय किञ्चित् ध्वनिः न्यूना अभवत् उकारान्तयोग षकारान्त योग कविता भगिनी मा वदतु हा महोदय वदतु पकारः उकारः रेफः उकारः षकार अपि च षकार अपि च हा षकारः अन्ते किम् अस्ति विसर्ग नैव महोदय नैव एकः निमिषः अहम् अत्र किञ्चित् पकारः योगः उकारः योगः रेफः योगः उकारः उक्तवान् किल, योगः शकारः इति उक्तवान् भवान्, क्षम्यताम् इति उक्तवान्, तत् अलं किम्? अग्रे किमस्ति? अग्रे अकारः अस्ति. पुरुषः नैव, तत्र विसर् पुरुष पुरुष तत्र प उ द उ ष अ पुरुष ष अस्ति, तत्र अन्ते अकारः अस्ति. अनन्तरं विसर्गस्य योजनेन प्रथमा विभक्तिः प्राप्नुमः. अवगतं किं विजयकुमार महोदय? अस्तु, तर्हि अग्रिमं करोतु. अहं भवान् वदतु, अहम् अत्र लिखामि. So if we have to make it to Prathama Vibhakti, we have to say Yogaha Visargaha. Okay. If there is a Visargaha. No, no. When we want, suppose Purusha, we want to make it into Prathama Vibhakti. Yes, yes. If there is a Visargaha in the Prathama Vibhakti. Okay. इदानीं विजयकुमार महोदय अग्रिमं करोतु. पितृ पकारान्त पकारः योगः तकारः पकारः योगः इकारः तत्र पकारः योगः इकारः इकारयोग उत्तमम् इकारयोगः तकारः योगः ऋकारः उत्तमं. तर्हि अन्ते कः वर्णः अस्ति? अन्ते कः वर्णः अस्ति? एट् द एण्ड् वाट् इस् देर्? महोदय, पितृ इति शब्दस्य इदानीम् उक्तवान् पकारः इकारः तकारः ऋकारः, अन्ते ऋ अस्ति. तर्हि शब्दः कीदृशः शब्दः? पितृ ऋकारान्त पुंलिङ्गः शब्दः. किमर्थं तत्र अन्ते कः वर्णः अस्ति? ऋकारः अस्ति. तर्हि शब्दः कीदृशः कीदृशः शब्दः? ऋकारान्तः, ऋकारः अन्ते अस्ति, तदर्थं ऋकारान्त पुंलिङ्गशब्दः. अवगतम्? अग्रिमं करोतु. उच्चैः वदतु महोदय, उच्चैः वदतु किञ्चित्, न श्रुतम्. अकारः एकनिमिष अत्र किम् अकारः योगः ऋकारान्त न वदनीयं, रेफः इति वदनीयम्. किमर्थं द्विवारम् उच्चैः वदतु महोदय? न श्रुतं महोदय, किञ्चित् उच्चैः वदतु. इकारान्त. तर्हि शब्दः कीदृशः शब्दः वदतु इदानीम्? इकारान्त पुल्लिङ्गशब्द स्त्रीलिङ्गशब्द तत्र अरिः इति पुंलिङ्गशब्दः अस्ति. अस्तु, पुल्लिङ्गशब्दः न पुल्लिङ्ग पुंलिङ्गशब्दः अस्ति इति अहं मन्ये. इकारान्त पुल्लिङ्ग. तर्हि अवगतं किल, अग्रिमं करोतु. वाट् इस् द मीनिङ्ग् आफ् अरि? enemy. Right. Enemy. Then it can be both, Alva. No. What you have to understand always is that in Sanskritam, it is the word. It is not the. It is the word that is Srilinga or Pullinga. Okay. So Akarant only is a Srilinga. Okay. Okay. No, I thought. Okay. Okay. अस्तु महोदय अग्रिमं करोतु प्रीति पकारान्त योग एकनिमिष अहम् अत्र स्थापयामि पकारान्त योगः योगः ऋकारान्त उत्तमं रेफः रेफ ओके ऋकारान्त रेफ Yoga, you have to tell Refaha only because Tatra Rukaraha tu Evam Likhamaha. Okay. Tari Refaha Evam Likhamaha. Okay. Then Ikaraanta. Uttamam. Ikaraanta Pullinga Shabda. Ikaraanta Ikaraanta Hava. Ikaraanta Hava. Ikaraanta. Naiva, Naiva. नैव एकः निमिषः प्रीति हा प्रीति अस्ति हा तकारान्तः नैव तकारः योगः योगः किम् हा इकार तर्हि कीदृशः पदः कीदृशं पदम् ईकारान्त स्त्रीलिङ्ग स्त्रीलिङ्गशब्दः उत्तमं धन्यवादः धन्यवादः विशालाक्षी भगिनी अग्रिमं करोतु मकार योगः मकारः योगः योगः अकारः योगः आकारः योगः आकारः योगः यकारः योगः आकार आकारः आकार आकारः कीदृशं पदं स्त्रीलिङ्ग शब्द अन्ते किम् अस्ति आ हा तर्हि आकारान्त स्त्रीलिङ्गः शब्दः ओके अग्रिम तर्हि तत्र इदानीम् अग्रे राज्य ऋकार ऋकार रेप रेप रेप रेप रेप रेफः योग रेफः योगः योग योगः नो योगः रेप योगः आकार आकारः योगः ज जकारः जकारः योगः यकारः योगः यकारः योगः योगः अपूर्णतया तर्हि कीदृशं पदं राज्य अकारान्तः पुल्लिङ्गशब्दः पुंलिङ्गशब्दः नास्ति तत्र नपुंसकलिङ्गे राज्यं राज्यम् अस्ति किल प्रथमा विभक्ति अग्रिमं करोतु बकारः योगः योगः ल अकारः योगः लकारः योगः कीदृशं पदं दट् इस् आल्सो नपुंसकलिङ्गं पूर्णतया वदतु भगिनि बल अकार पूर्णतया अकारान्त नपुंसकलिङ्गः शब्दः अकारान्तः नपुंसकलिङ्गः शब्दः अस्तु, धन्यवादः. तत्र चतुर्त्रिंशत् पुटम् उद्घाटनं करोतु. सविता भगिनी अग्रिमं करोतु. आं भगिनि, आं भगिनि. कवि ककार योग अकार योग वकार योग ईकार इकार इकार. तर्हि कीदृशं पदं कीदृशं पदं कवि इकारान्त इकारान्त स्त्रीलिङ्गशब्दः नैव, पुंलिङ्गशब्दः अस्ति. कविः इत्युक्ते तत्र पुंलिङ्गशब्दः अस्ति. जानीमः किल कविः, कवियत्री तत्र स्त्रीलिङ्गे अस्ति. तर्हि कविः तु पुंलिङ्गशब्दः एव. पठतु पठतु. अन्तिमवर्णः, अन्तिम न वदान, इदानीम् इदानीम् उच्चारणस्य कृते अवधानं दातव्यं. कथम् अन्तिम् इति वदामः चेत् तत्र हलन्त्यम् अस्ति, हलन्तम् अस्ति तत्र अन्तिम् इति वदामः. अन्तिम इति वदामश्चेत् तत्र अ इति श्रवणं भवति, अ इति पदस्य, अ इति वर्णस्य इति वदामः. अन्तिम् भिन्नः, अन्तिम भिन्नः. तर्हि अन्तिमवर्णः वदतु. अन्तिमवर्णः इ अस्ति. अतः कविशब्दः इकारान्तः. माया अग्रे माया मकार योग आकार योग यकार योग आकार अन्तिम वर्णः. अन्तिम अन्तिम इति न वदामः. अन्तिम वर्णः आ अस्ति. अतः माया शब्दः आकारान्तः. नारी नकार योग आकार योग रेफ योग ईकार अन्तिम वर्णः ई अस्ति. अतः नारी शब्दः ईकारान्तः. पितृ पकार योग ईक योग इकार योग तकार योग ऋकार अन्तिम अन्तिम वर्णः ऋ अस्ति. अतः पितृशब्दः ऋकारान्तः. उत्तमम्. इदानीम् अग्रे पठतु. एतेषां प्रातिपदिकानां वर्णक्रमं लिखित्वा अन्तनिर्णयं कुरुत. अर्थं वदतु. एतेषां डू द प्रातिपदिकं वर्णक्रमम् आफ् दीस् वर्ड्स् एण्ड् write the sorry write the pratipadika varnakram of these words and decide the ending of the atra shashti vibhakte he shabdaha santi kim pratipadikanam apicha apicha वर्णक्रमं नैव नैव एतेषाम् एतेषां एतेषाम् एतेषाम् एतेषां करोतु. यथा कृप यथा कृप यथा यथा यथा कृप तत्र उदाहरणम् अस्ति. यथा कृप ककारान्त योग ऋकारान्त योग पकारान्त योग अकारान्त अन्तः न वदनीयम्. पकारः इति वदनीयं. पकारान्त वदामश्चेत् तत्र अन्तः भवति. नो पुटिङ्ग् अन्तः बिकास् अन्त मीन्स् एण्ड्. सो इफ् यु टेल् पकारान्त इट् मीन्स् प इस् एट् द एण्ड्. सो सो ककारः ऋकारः पकारः अ अन्ते अस्ति तदर्थम् अकारान्तः. इदानीं करोतु. शूर शूर शकार योग उकार योग रेफ योग अकार सो अकारान्त अकारान्तः शब्दः शूरः पुंलिङ्ग शब्दः पुल्लिङ्ग शब्दः शङ्ख शकार योग अकार योग शङ्ख डकार नै नै शङ्ख अस्ति तत्र कख कख ङ ङ तत्र अनुस्वारः अस्ति तत्र अनुनासिक क्षम्यताम् शकार योग अकार योग नकार अकार योग अकार योग खकार अकारः नास्ति तत्र शङ्ख तत्र ञकारः यत् अस्ति तत्र तत्र अनास्ति शङ्खः एकः निमिषः इदानीम् अत्र अत्र स्थापयामि दृश्यते किल शकारः योगः अकारः तत्र श भवति अनन्तरं ङ अनन्तरं खकारः अनन्तरम् अकारः शङ्ख इति पदे तत्र ञ तत्र अनास्ति अवगतम् किं भगिनि अवगतम् आं भगिनि आम् एवं लिखामः तत्र प्रातिपदिकं शङ्खः अस्ति इदानीम् अहम् एवं लिखामि चेत् शकारः योगः योगः खकारः तर्हि कथं भवति तत्र शङ्ख श श ख एवं भवति तत्र शङ्खः एकमस्ति शङ्खः एवं भवति अवगतं किल तत्र अ मध्ये नास्ति अकारान्तः पुंलिङ्ग शब्दः अग्रिमं करोतु भ्रातृ भ्रातृ भ्रातृ भकारान्त योग रोग रेफ उत्तमं योग आकार आकार योग तकार योग ऋकार भ्रातृ अन्ते किमस्ति ऋकार ऋकारान्तः पुंलिङ्गः शब्दः अस्तु धन्यवादः केन् यू प्लीज् डू देट् आन् द बोर्ड् अस्तु कविता भगिनी वदतु उच्चैः वदतु नैव तदेव भ्रातृ भ्रातृ एव एकनिमिष एकनिमिष हा वदतु भ्रातृ एव वदतु भ्रातृ भकारान्त भकारान्त न वदनीयं बकार ओ सोरि सोरि सोरि सोरि बकार आकार बकार रेफ योगः यो सोरि योग रेफ योग आकार योगः आकारः आकारः सम्यक् अस्ति आकारः भ्रा अस्ति किल आकार योग तकार योग ऋकार एकनिमिषः अत्र आटो टैपिङ्ग् अस्ति. योगः ऋकारः तत्र हलन्त्यं तत्र भकारः रेफः आकारः तकारः ऋकारः भ्रातृ अन्ते ऋ अस्ति तदर्थं ऋकारान्तः पुंलिङ्गः शब्दः. धन्यवादः भगिनी. विशालाक्षी भगिनी अग्रिमं करोतु. सात्यकी स योगः आ योगः अकारयोगः सोरि स स सकारः योगः अकारः योगः आकारः योगः योगः आकारः योगः तकारः यदा वदामः तदा हलन्तम् अस्ति इति ज्ञातुं शक्नुमः. ओके तकारः योगः यकारः योगः आकारः योगः आन आन वदनीयम् अ सत् ओ सत्य सात्यकी इट् इस् य. ओके अकारयोगः क कारयोगः इकारयोगः इकारः अन्ते अन्ते अन्ते कः वर्णः अस्ति इकारः. तर्हि कीदृशः पदं कीदृशं पदम् इकारान्त स्त्रीलिङ्गशब्दः स्त्रीलिङ्ग नास्ति सात्यकी पुंलिङ्गे अस्ति पुल्लिङ्ग पुरुषस्य नाम अस्ति सात्यकी. ओके ओके अस्तु अग्रिमं करोतु. पृथ्वी पकारः पकारः योगः ऋकारः ऋकारः ऋकारः योगः थकारः योगः इकारः योगः उत्तमं वकारयोगः ईकारः योगः ईकारः अन्तम् अन्तिम सो पृथ्वी ईकारान्त दट् इस् स्त्रीलिङ्गशब्दः. आम् आम् स्त्रीलिङ्गशब्दः उत्तमम् अग्रिमं करोतु. स्त्री सकारान्त सकारयोगः सकारयोगः रेफ न ऋकारः नैव आद स्त्री आदौ कः अस्ति कः वर्णः अस्ति त्री त्र नैव अनन्तरं रेफ पुनरेकवारं वदतु. सकारः योगः तकारः योगः रेफ योगः ईकारयोगः ईकारः तर्हि कीदृशं पदं ईकारान्तः स्त्रीलिङ्गशब्दः उत्तमं धन्यवादः भगिनि. तत्र धन्यवादः विजयकुमार महोदय करोतु अग्रिमं. कुलः न वदनीयं महोदय कुलः न वदनीयं किमर्थं कुलः वदामश्चेत् तत्र प्रथमाविभक्तिः रूपं प्राप्नुमः तर्हि कुल नो विसर्गः उच्चैः पठतु. ककारान्तयोगः अन्तः न वदनीयम् अन्तः न वदनीयं यतोहि अन्तः वदामश्चेत् तर्हि अन्ते अस्ति इति इट् इस् एट् द एण्ड् इस् इट् एट् द एण्ड् ककारः नो ककारान्त वेन् यु से क इस् एट् दि एण्ड् देट् इस् वाट् इट् मीन्स् सो ककारः ककारयोगः उकारयोगः लकारयोगः अकारः अकारान्त पुल्लिङ्गशब्दः. उत्तमम्, अग्रिमं करोतु. नरक न योगः अयोगः नकारान्त योगः अन्तः न वदनीयं, नकारः योगः नकारयोगः अकारः योगः रकारयोगः रेफः रकारः न वदनीयं, रेफः ओ रेफः योगः अकारः योगः ककारयोगः अकार अकारान्त पुल्लिङ्गशब्दः नपुंसकलिङ्गशब्दः अस्ति इति अहं मन्ये. ओ नेक्स्ट् इस् कृपा ककारः योगः ऋकारः योगः. उत्तमं. पकारः योगः अकारः आकारः आकारः. दिस् इस् आकारान्त कृपा इस् स्त्रीलिङ्ग. उत्तमम्. प्रीति महोदय, प्रीति हा प्रीति त्यजतु, अग्रिमं करोतु. शस्त्र प्रीति नेक्स्ट् प्रीति प्रीति प्रीति इति शब्दं तत्र त्यजतु. कृतवन्तः प्रीति कृतवन्तः, भवान् एव कृतवान्. शस्त्र शकार योगः अकारः योगः शस्त्र शस्त्र हलन् सकार सकारः योगः योगः एण्ड् अकारः योगः न किमर्थं शस्त्र शस्त्र तर्हि आदौ किं त्र त्र त्र त्र कथं त्र कथं हा तकारः अनन्तरं नैव रेफः अस्ति तत्र रेफ एण्ड् अन्ते किम् अस्ति हा अकारः अस्ति तर्हि अकारान्त नपुंसकलिङ्गशब्दः. उत्तमम् उत्तमम् उत्तमम्, अग्रिमं करोतु. शरीरः श प्लस् श योगः अयोगः शकारः योगः अकारयोगः रेफः योगः इकारः योगः रेफः योगः अ. उत्तमम्. दिस् इस् अकारान्त पुल्लिङ्गशब्दः. उत्तमम् उत्तमं, धन्यवादः महोदय, उत्तमरीत्या कृतवान्. कविता भगिनी अग्रिमं करोतु. आं भगिनि, कर्तृ कर्तृ ककार योग तकार योग एकनिमिष ककारः योगः किं ककार योग ककारः योगः एकः निमिषः अहम् अत्र अत्र अकारः योगः रेफः योग तकार योग ऋकार. उत्तमम्. तर्हि ककार योग अकार अच्छा ककार योग अकार योग रेफ योग तकार योग ऋकार सो इट बिकम्स ऋकारान्त ऋकारान्त पुल्लिङ्ग शब्दः कर्तृ. उत्तमम्, अग्रिमम्. सुख सकार योग ऊकार योग ककार योग अकारान्त सो इट बिकम्स अकारान्त पुल्लिङ्ग शब्दः पुल्लिङ्ग सुखम् अस्ति तर्हि नपुंसकलिङ्गे अस्ति नपुंसक. अग्रिमं करोतु. भूमि भकार योग ऊकार योगमकार योग ई भूमि योग ईकार सो इट बिकम्स ईकारान्त पुल्लिङ्ग ईकारान्त इकारान्तः ई इति न वदामः इकारान्तः इकारान्त पुल्लिङ्ग भूमि भूमि इकारान्त स्त्रीलिङ्गशब्द भूमि अस्ति हा धन्यवादः धन्यवादः विशालाक्षी भगिनी अग्रिमं करोतु सकारः योग हेतु ओके हकारः योग ए योगः एकारः योगः एकारः योगः तकारः योगः उकारः योगः उकारः उकारान्त पुंलिङ्गशब्द उकारान्त पुंलिङ्गशब्द सखि सकारः सकारः योगः अकारः योगः खकारः योगः ईकारः योगः ईकारः सोरि सखी ईकारान्त स्त्रीलिङ्गशब्दः उत्तमम् इदानीं पठतु अग्रे एतेषु सर्वेषु शब्देषु अन्तिमः वर्णः स्वः पठतु भगिनि न श्रूयते सोरि एतेषु सर्वेषु शब्देषु अन्तिमः वर्णः स्वरः अ आ इ ई ऊ ऋ ए ओ औ एव अस्ति स्वराक्षराणाम् ए ऐ ओ औ स्वराक्षराणाम् अच् इति नाम अतः एते नाम सोरि इति नाम अतः एते सर्वे शब्दाः अजन्ताः अच् अन्ते यस्य सः अजन्तः वाट् इस् द मीनिङ्ग् ऐ डोण्ट् नो अहं वदामि तर्हि अत्र किं लिखितमस्ति एतेषु सर्वेषु शब्देषु अन्तिमः वर्णः स्वरः स्वरः इत्युक्ते वावल् वावल् V-O-W-E-L आङ्ग्लभाषायां वावल् इति वदामः संस्कृते तु स्वरः पश्यतु शूर अस्ति शङ्ख अस्ति भ्रातृ ऋ अस्ति सात्यकी इ सुख अ भूमि इ तर्हि अन्ते अ आ इ ई ऋ ए ऐ अस्ति स्वराक्षराणाम् अच् इति नाम तस्य अर्थः कः इत्युक्ते किञ्चित् अहं माहेश्वरसूत्रस्य अत्र विषयं स्वीकरिष्यामि यद्यपि अत्र अस्माकं गीतासोपानस्य वर्गे तु माहेश्वरसूत्रम् इति नास्ति परन्तु अत्र अवगमनीयं किञ्चित् अच् किम् इति तर्हि अत्र पाणिनिना किं कृतम् इत्युक्ते सुलभाय व्याकरणस्य नियमाः तु सूत्ररूपेण एव अस्ति तर्हि माहेश्वरसूत्रं किम् इत्युक्ते तत्र वर्णाः अ आ इ ई उ ऊ किञ्चित् भिन्नरूपं रूपेण स्थापितवान् सः कथं दृश्यते किम् दृश्यते रृक् हा ऋ लृक् ए ओं ऐ औ छयव रट् लण् ञम ण नं क्षमतां ञम ङ ण नं झभै खडधश् झबगडदश् खप छ ठ थ च ट त कपै शशसर् हल् इति तर्हि अत्र किं भवति इत्युक्ते अच् यदा वदामः तर्हि तत्र पश्यन्तु अ इ उ ऋ ल् क क न स्वीकरणीयम् ए ओ ऐ औच् तर्हि अत्र पश्यन्तु, अ अग्रे अस्ति आदौ, अ अन्ते च अस्ति अच्, तस्य नाम प्रत्याहारः इति, प्रत्याहारः इति फार्म्युला अस्ति. अच् यदा वदामि तदा अ इ उ ऋ ल ए ओ ऐ औ आगच्छति तत्र. अवगतं किम्? अवगतं किम्? टेल् इन् इङ्ग्लिष्. अस्तु, सो वाट् ही डिड् पाणिनि इस् फार् द ईज़् आफ़्, as you are all aware, all the vyakaranam in Sanskritam is in the form of formulae. It's all in the form of formulae. So for example, if there are some rules which apply to all the swaras, to all the vowels, then all he will say is apply it to ach, what we have read just now, ach. How do you get ach? Over there he put the alphabet in a form, in a form or in a table, the way it's put now on the screen, the way he put it is that if you take any two alphabets, the beginning and the end, okay, then it becomes a formula. For example, a of the first line and ch of the fourth line. Okay. So he said that this is going to be called as ach pratyayah. When I say ach, then a is included, but chakarah is not included in that. That is the formula. Okay? That is the formula. When you learn grammar, at that time you'll understand why. So when I say ach, he said, it means it applies to all the vowels. Which vowels? Which come into these four lines. A, e, u. You should not take nakarah. A, e, u. R, l. K you should not take into account. A, O, Nya you should not take into account. I, Au, these are the alphabets which come in the Ach Pratyaharaha. Okay. So Bhagini, if I say At, then what does it mean? If I say this rule applies to At, At is the Pratyahara. What does it mean? Vishalakshi Bhagini Vadatu. It means that which are the alphabets? Which are the alphabets included? And t. No, at. Not a and t. At is the name of the pratyahara. So which are now? Ach includes a, e, u, r, l, a, o, yes. I, yeah, au. Okay, you want that? This includes a, e, u, r, l, a, o, a, I, au, h, y, v, r. Very good. Astum. Avagatam kila? Yes. Avagatam kila? Vijay Kumar Mahoday, vadatu. Idanim aham H vadami chet, tarhi keke varnaha agataha pratyahare? I, O, cha. Na, cha nasti. A, the end is just for the ease of pronunciation. Then I and O. Naiva. H. H iti uktavati. A, O. A, O, I. Au. A, O, I, Au. A, O, I. A, O, I, Au. अस्तु, एट् एट् इति वदामिश्चेत्, एट् इति वदामि चेत् एट् इस् आय व र किमर्थम् किमर्थम् एट् एट् एट् ए ओ ए ओ ए औ औ नास्ति ए ओ ए ओ A O A A O I O अत्र एकनिमिष अहं पुनरेकवारम् अहम् उच्चारणं करिष्यामि. अ इ उ ण अ इ उण र ल क र लक ए ए इ उण र लक ए ओ ण्य ए ओं ए ओं भवति तत्र ऐ औच् ऐ औ च हयवर ट लण् ञ म ङ ण नम् झ भ य सो झभै इट् इस् रेड् एस् घ ढ ठ श ज ब ग ड द श ख फ छ ठ थ च ट तम् कपै शशसर् हल् इदानीम् एट् मध्ये प्रत्याहारे के के वर्णाः सन्ति एट् ए ओ ऐ उत्तमं हयवर उत्तमं धन्यवादः कविता भगिनी खर् खर् इति प्रत्याहारे के के वर्णाः आगच्छन्ति आं भगिनि ख ख फ छ ठ थ च ट त क प शशस उत्तमम् अवगतं किल आं भगिनि एवम् अत्र पुस्तके यद् दत्तमस्ति स्वराक्षराणाम् अच् इति नाम ओके इफ् यु सी अच् ओन्ली आल् द वावल्स् आर् दे अच् Similarly, if you say hal, all the vyanjanas are there, all the consonants. Idani avagatam? Yeah. What is the meaning of ajantaha? Ajantaha. Yeah. Tatra achya ante yasya saha ajantaha. Achya yogaha antaha cha and a. They join to become a sandhi and it becomes ja over there. So it becomes ajantaha. Ach yogaha antaha becomes ajantaha because of a sandhi, because of jashtva sandhi. So ajantaha is nothing but ach yogaha antaha, ajantaha. Avagatam? Mishalakshi Bhagini, avagatam? Yes, yes, yes. Kavita Bhagini, punar ekvaram tatra. अन्तिमं परिच्छेदं पठतु एतेषु सर्वेषु उच्चैः एतेषु सर्वेषु शब्देषु अन्तिमः वर्णः स्वरः अ आ इ ई उ ऊ ऋ ए ऐ ओ औ एवम् अस्ति स्वराक्षराणाम् अच् इति नाम अतः एते सर्वे शब्दाः अजन्ताः अच् अन्ते यस्य सः अजन्तः तर्हि अजन्तः इत्युक्ते अच् योगः अन्तः अस्तु कुर्मः अस्ति किल समयः तु अस्ति अस्तु भगिनि पठतु अग्रे पठतु कविता भगिनी एव पठतु आं भगिनि एतत् एतत् सम्भाषणम् उच्चैः पठत् शीर्षकं पठतु ओ सोरि माते सङ्गोस्तु सङ्गः अस्तु माते सङ्गः अस्तु विच् मीन्स् मा इस् नो ते इस् फर् यू सङ्गः अटाच्मेण्ट् अस्तु शुड् नाट् बि देर् अटाच्मेण्ट् शुड् नाट् बि देर् शुड् नाट् बि देर् मा अस्ति तत्र मा अस्ति इत्युक्ते नेगेटिव् अस्ति नेगेटिव् एतत् सम्भाषणम् उच्चैः पठत् अवगम पठत् भगिनि इदानीं पठत् इति वदामि चेत् तत्र वर्णाः वदन्तु वर्णक्रमः क्रमं वदन्तु वदतु पठत् तकार परन्तु पठत इति यदा वदामि तदा अन्ते किम् अस्ति आकार तर्हि पठत् इदानीं भवती वदति चेत् तत्र दोषः अस्ति. इदानीं तु पठितवन्तः वयं, इदानीं पुनरेकवारं पठतु. आं भगिनि, एतत् सम्भाषणम् उच्चैः पठत्, अवगच्छत च. आवश्यकं मास्तु, पर्याप्तं, धन्यवादः, स्वागतम्. तर्हि भवती आचार्यः भवतु, विजयकुमार महोदय, अशोकः भवतु, विशालाक्षी भगिनी, अनिलः भवतु. आचार्यः, नमो नमः. अद्य गीता पठनम् आवश्यकं किम्? अर्थं वदतु. अच्छा, एकनिमिष, अर्थं वदतु. विशालाक्षी भगिनी किञ्चित् म्यूट् मध्ये तिष्ठतु. Today, is it necessary to do the Gita Patnam today? Ashokaha. Aam avashyakam, nishyayenam avashyakam, acharyah, Gita Patnam. Acharyah nasti masodhe, idanim visargasya mahatvam. Acharyah, acharyah, Gita Patnartham kim avashyakam. Yes, it's necessary, surely necessary, Acharya, Gita Patanartham, kim avashyakam, what are you required on this Gita Patanartham? Uttamam, for the study of Patanartham, for the study of Gita. आचार्य, गीतापुस्तकम् आवश्यकं. गीता पुस्तक इस् नेसेसरी. अनिल, लिपिज्ञानम् आवश्यकं किम्? आम्, डु वी नीड् द नालेज् आफ् द रैटिङ्ग्? हा, स्क्रिप्ट्. स्क्रिप्ट् आचार्य अस्ति. आम्, लिपिज्ञानम् आवश्यकम्. यस्, इट् इस् नेसेसरि टु हेव् लिपिज्ञानम्. अशोक, कृष्णफलकम् आवश्यकं किम्? कृष्णफलकम् इस् नेसेसरि. इस् इट् नेसेसरि? वाट् इस् कृष्णफलकम्? ब्लाक् बोर्ड्. ओके ओके, ब्लाक् बोर्ड्. कृष्णफलकम् इस् ब्लाक्. कृष्ण ओवर् हियर् इस् नाट् Krishna, is not Krishna, Krishna, not Lord Krishna, but Krishna over here is black. Blackboard. Krishna Phalaka means blackboard. Acharya, vadatu. Krishna Phalaka mastu. Blackboard is not required. Not required. Vishalakshi Bhagini Prakasha vadatu. मम उच्चारणदोषः अस्ति, भवतः साहाय्यम् आवश्यकम् आचार्य. माय प्रनौन्सियेशन् इस् देर् इस् दोष इन् माय प्रनौन्सियेशन्. ऐ नीड् योर् हेल्प् टु द टीचर् इट् इस् योर् हेल्प् इस् रिक्वायर्ड्. हा, योर् हेल्प् इस् रिक्वायर्ड् आचार्य. I'm speaking on your behalf, huh? No. There you are, the Acharya. Bhayam mastu, aham sahayam karomi. There is nothing to fear, I will help you. Prakashah, Vijay Kumar Mahodaya Bhavatu. Shlokanam kantastikaranam avashyakam kim? Reciting the shlokas, Kanthastinam is loud speaking is... Kanthastikarana means by hearting. Okay. Kanthastikarana, is it necessary to by heart the shlokas? Is the by hearting of the shlokas? Because Shashti Vibhakti has the shloka naam. No? Is it necessary? Acharya vadatu. Mastu, प्रतिदिनं पारायणं पर्याप्तं तेन स्वयमेव श्लोकाः कंठस्थाः भवन्ति भवतः गीता पुस्तकम् आवश्यकं किम् मास्तु नॉट रिक्वायर्ड एवरीडे पारायणं इज इनफ तेन तत्र विभक्तिः का तेन तेन तृतीय तृतीया बै दट् तृतीया बै दट् केन् बी आटोमेटिकलि कण्ठस्थ भवतः गीतापुस्तकम् आवश्यकं किं डु यु रिक्वैर् द गीतापुस्तकं योर् भवतः गीतापुस्तकं योर् बुक् इस् इट् नेसेसरि इस् इट् रिक्वैर्ड् विशालाक्षी भगिनी प्रकाशः भवतु मम मास्तु गोविन्दस्य आवश्यकम् मम गृहे व्याख्यानसहितं पुस्तकम् अस्ति आनयामि किम् ऐ डोण्ट् वाण्ट् इट् बट् गोविन्द मम मास्तु मैन् इस् नाट् फार् मी इट्स् नाट् रिक्वैर्ड् फार् मी इट् इस् नाट् रिक्वैर्ड् बट् गोविन्द वाण्ट्स् इट् फार् हिम् इट् इस् रिक्वैर्ड् इन् मै हौस् देर् इस् वित् मीनिङ्ग् The book is there. Vyakhyana is commentary. Commentary, Vyakhyana. Not Tatparyam commentary. Is meaning. And Vyakhyana is commentary. Commentary. Okay. And should I bring it? Anayami Kim. Should I bring it? Vadatu Acharya. Mastu. Moola Matram Paryaptam. Not required. Only the main shlokas are enough. Moola Matram. Vijay Kumar Mahoday. Prakash Bhavatu. Astu Acharya Dhanyavada. स्वागतम् अस्तु अत्र गृहकार्यं केनापि कृतं किम् आं भगिनि कृतवान् किं पठतु तर्हि षष्टिविभक्ति रामस्य पुरतः शुनकः अस्ति उत्तमम् अर्थं वदतु रामस्य पुरतः शुनकः अस्ति अर्थं वदतु अबौ रामस्य पुरतः अबौ उपरि किं तर्हि इन् फ्रण्ट् आफ् राम इन् फ्रण्ट् आफ् राम शुनक स्टाण्ड् वाट् इस् शुनकः डाग् dog. In front of Rama, there is a dog. Uttamam. Agrimam. Vrikshasya agaha pushpam asti. Below vrikshasya adaha. Adaha. Agaha nasti adaha. Adaha is below. Below the tree, flower is there. Uttamam. Tasya dakshinataha देवालयम् अस्ति आन् मै राइट् देयर इज देयर राइट टेम्पल इज देयर ऑन द राइट तस्य हिज राइट तस्य इज हिज राइट देन वृक्षस्य उपरि न श्रूयते गणेशः शङ्करस्य पुत्र गणेशः शङ्करस्य पुत्रः वृक्षस्य उपरि किम् अस्ति इति उक्तवान् न श्रुतम् खगः अस्ति खगः अस्ति उत्तमं वृक्षस्य उपरि खगः अस्ति खगः इस् किं बर्ड् उत्तमम् अग्रे अस्तु चिन्ता नास्ति धन्यवादः महोदय उत्तमम् उच्चैः वदतु उच्चैः वदतु ऐ विल् टेल् वन् मोर् तस्य वामतः वृक्षम् अस्ति वृक्षं किमर्थं वृक्षः अस्ति तस्य वामतः वृक्षः अस्ति अर्थम् अर्थं वदतु. युवर् लेफ्ट् सैड् अर्थं हा आन् हिस् लेफ्ट् सैड् तस्य आन् हिस् लेफ्ट् सैड् ट्री इस् देयर् देयर् इस् अ ट्री उत्तमम् अग्रे कविता भगिनी आं भगिनि आं भगिनि भूम्यः अद्यः जलम् अस्ति भूम्याः अधः जलमस्ति वृक्षस्य उपरि वानरः सन्ति वानराः सन्ति वानराः सन्ति उत्तमं प्लूरल् कूपः ग्रामस्य दूरम् अस्ति ग्रामस्य ग्रामतः दूरे अस्ति वि हेव् नाट् लर्न् दूरः द अव्ययं दूरः वि हेव् नाट् लर्न् दूरः इस् नाट् डे ओवर् देर् तर्हि दूरे अस्ति ग्रामतः मीन्स् फ्रोम् द विलेज् इट् इस् फार् अवे भक्तः ईश्वरस्य स्मरति किमर्थम् ईश्वरस्य स्मरति न ईश्वरस्य स्मरणं करोति ईश्वरस्य आफ् ईश्वर स्मरति इस् नाट् करेक्ट् ओके ईश्वरं स्मरति द्वितीया विभक्ति कर्मपदं भवति तत् भक्तः ईश्वरस्य स्मरणं करोति ईश्वरस्य स्मरणं करोति अथवा ईश्वरं स्मरति मेघदूतः कालिदासस्य कृतिः अस्ति उत्तमं मेघदूतः एषः बालकयोः विद्यालयः एषः बालकयोः विद्यालयम् अस्ति किल विद्यालयम् आलयम् अस्ति नपुंसकलिङ्गे तर्हि एतत् बालकस्य बालकयोः विद्यालयम् अस्ति बालकयोः विद्यालयम् अस्ति देन् लास्ट् इस् हिमालयः पर्वतानां राजा पर्वतानां राजा उत्तमम् उत्तमम् अग्रे अग्रे अभ्यासः अस्ति शीघ्रं कुर्मः तत्र पञ्चत्रिंशत् पुटे अभ्यासः भवती एव आरम्भं करोतु भगिनि पठतु अभ्यासः श्रीकृष्णस्य श्रीकृष्णस्य श्रीकृष्णस्य मातुः मा नास्ति तत्र मतानुगुणं किम् आवश्यकं किं मास्तु इति अत्र सूचितम् अस्ति एतेषां सहायेन पृथक् वाक्यानि वदत् वदत वदत वदत कैवल्यं क्लेब्यम् एकनिमिष अर्थं वदतु प्रश्नस्य अर्थं श्रीकृष्णस्य मातानुगुणं किम् आवश्यकं किं न श्रीकृष्णस्य मतानुगुणं As per Shri Krishna. नै नै मतागुणम् ओवर् देयर् मतागुणम् इस् एस् पर् कृष्णा एस् पर् हिस् मति मतागुणनं मति अनुगुणम् इट् इस् एक्चुलि मतागुणनं मत् मम मते वि टेल् नो देट् वे सो एस् पर् श्रीकृष्णा किम् आवश्यकं किं मास्तु वाट् इस् रिक्वैर्ड् वाट् इस् नाट् रिक्वैर्ड् इति सूचितम् अस्ति अधोभागे भगवद्गीतायां तर्हि सूचितमस्ति एतेषां साहाय्येन वित् देट् हेल्प् आफ् दीस् वर्ड्स् पृथक् वाक्यानि वदत यथा तत्र उदाहरणं दत्तमस्ति उदाहरणं क्लैब्यं मास्तु युद्धम् आवश्यकं क्लैब्यम् इस् इम्पोर्टेन्सि मास्तु नाट् रिक्वायर्ड् शुड् नाट् हेपन् युद्धम् आवश्यकं वार् इस् रिक्वायर्ड् क्लैब्यम् इति कृतवान् शोकः आवश्यकं वा मास्तु वा शोकः मास्तु चिन्ता मास्तु अधिकारः मास्तु उत्तमं धन्यवादः भगिनि धन्यवादः विजयकुमार महोदय अग्रिमं करोतु अन्म्यूट् कृत्वा करोतु महोदय. विमूढभावः आवश्यकं वा न वा? विमूढभावः आवश्यकं वा न आवश्यकं वा? विमूढभावः मास्तु. मास्तु, उत्तमम्. व्यथा मास्तु. मास्तु आवश्यकम्. सङ्गं त्यक्त्वा कर्माचरणम् आवश्यकम्. धन्यवादः महोदय. विजयालक्ष्मी भगिनी अग्रिमं करोतु. इन्द्रियनियमनम् आवश्यकं, योगसेवनम् आवश्यकं, भगवद् भजनम् आवश्यकम्. उत्तमम्. अस्तु भगिनी, भवती एव पठतु तत्र शान्तिमन्त्रम्. पठतु भगिनी. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीकृष्णार्पणमस्तु. अनेके धन्यवादाः. पुनर्मिलामः. अनेके धन्यवादाः. पुनर्मिलामः.